गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुर्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः हरिः ओम् गुरुभ्यो नमः धन्यवादः महोदय सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानः विषयः अस्ति हलन्तपदानां विभक्तयः तस्मिन् विषये गतवर्गे अपि तस्य पूर्वमपि वयम् एकां कथां पठितवन्तः कथायाः विषये अद्यापि किञ्चित् पुनः चर्चां कृत्वा अग्रे गच्छामः तत्र हलन्तपदानां पुनःस्मरणार्थं तत्र स्वरूपमहोदयस्य करपत्रं यदस्ति तस्मिन् किञ्चित् पुनः तत्र अभ्यासं कुर्मः तत्र भवान् पदस्य भवत्पदस्य रूपाणि तत्र नरेश् महोदय एकवारं वदति वा भवत्पदस्य भवान् इति लक्ष्मी भगिनी नमस्कारः भगिनि भवान् भवन्तौ भवन्तः भवन्तं भवन्तौ भवतः भवता भवद्भ्यां भवद्भिः भवते भवद्भ्यां भवद्भ्यः भवतः भवद्भ्यां भवद्भ्यः भवतः भवतोः भवतां भवति भवतोः भवत्सु इति समीचीनं महोदय धन्यवादः ललिता भगिनि तत्र करपत्रम् अस्ति खलु तत्र राजा इति पदस्य एकवारं रूपाणि हलन्तशब्दाः सप्तसु विभक्तिषु चयन कस्मिंश्चित् राज्ये मास्तु केवलं राजा इति पदस्य ओके ओके विभक्तयः करपत्रे अस्ति तत्र स्वरूपमहोदयस्य करपत्रं तदपि ओके ओके अस्तु अस्तु अस्तु अस्ति राजा राजानौ राजानः राजानं राजानौ राज्ञः राज्ञा राजभ्यां राजभिः राज्ञे राजभ्यां राजभ्यः राज्ञः राजभ्यां राजभ्यः राज्ञः राज्ञोः राज्ञां राज्ञिः राज्ञोः राजसु राजसु कुत्र ज्ञाम् आगच्छति भगिनि तत्र कुत्र सावधानम् अपेक्षितम् अस्ति सावधानं कुत्र अपेक्षितम् अस्ति द्वितीया विभक्ति बहुवचने पञ्चमी विभक्ति एकवचने षष्टि विभक्ति एकवचने एकवचने तृतीया चतुर्थी तृतीया चतुर्थी राज्ञा अतः तृतीया चतुर्थी पञ्चमी षष्टि षष्टि षष्टि द्विवचने अपि राज्ञोः समीचीनं भगिनि समीचीनं भगिनि अस्तु समीचीनम् अस्तु अग्रे तत्र रघुपतिमहोदय इदानीं तत्र वणिच् पदस्य रूपाणि एकवारं पठति वा महोदय वणिक् वणिग् वणिजौ वणिजः वणिजं वणिजौ वणिजः वणिज वणिभ्यां वणिभिः वणिजे वणिभ्यां वणिभ्यः पञ्चमी वणिजः वणिभ्यां वणिभ्यः षष्ठी वणिजः वणिजोः वणिजां सप्तमी वणिजे वणिजि सोरि वणिजि वणिजौ वणिजोः वणिजोः वणिक्षु वणिक्षु तत्र क्षु इति केवलं तत्र सप्तमी बहुवचने सप्तमी बहुवचने तत्र वणिजः वणिजे वणिजः वणिजः वणिजि तत्तु सामान्यमस्ति भवता भवते भवतः भवतः भवति इति समीचीनं भवान् शब्दवत् अस्ति किञ्चित् हा भवान् शब्दवत् अस्ति अपि तत्र भ्यां भ्यां ओहो ओहो अत्र वणिजोः वणिजोः भवतोः भवतोः इति समीचीनं महोदय अस्तु गीताञ्जलि भगिनी अग्रे तत्र तत्र गुणि इति पदस्य अग्रिमे पुटे गुणि इति अस्ति तत् पठति वा एकवारं भगिनि हा महोदय नकारान्तः गुणिन् गुणी गुणिनौ गुणिनः गुणिनं गुणिनौ गुणिनः गुणिना गुणिभ्यां गुणिभिः गुणिने गुणिभ्यां गुणिभ्यः गुणिनः गुणिभ्यां गुणिभ्यः गुणिनः गुणिनोः गुणी गुणिनां गुणिनः न गुणिनि गुणिनोः गुणिषु सप्तमी हा गुणिनि गुणिनोः गुणिषु सप्तमी अस्तु भगिनि धन्यवादः हा तत्र गुणिना गुणिना गुणिने गुणिनः गुणिनः गुणिनि तत्र भवता भवते भवतः भवतः भवति इति तत्र तत्र पाटर्न् तादृशमेव अस्ति खलु भगिनि तत्र भवत् शब्दस्य किन्तु अत्र नकारः अत्र नकारः तत्र भवत् तकारान्तपदं भवता अत्र नकारान्तपदं गुणिन् अतः गुणिना भवता गुणिना भवते गुणिने भवतः गुणिनः भवतः गुणिनः भवति गुणिनि हा समीचीनमस्ति खलु भगिनि अतः तत्र द्विवचने तत्र सौकर्यमस्ति यतोहि तत्र भ्यां भ्यां भ्यां ओहो ओहो इति अस्ति सर्वेषां तदेव हा तत्र सर्वत्र तदेव अस्ति किन्तु एकवचने तत्र अपि पाटर्न् अस्ति तत्र भवता भवते भवतः भवतः भवति इति तादृश पाटर्न् अस्ति अतः केवलं प्रथमाविभक्ति द्वितीयविभक्ति तत्रैव सावधान्यम् अपेक्षितम् अस्तु रघुवीरानन्द स्वामी नमस्कारः हरिः ओं महोदय नमस्कारः नमस्कारः तत्र स्वरूपमहोदयस्य करपत्रे तत्र केवलं पुनस्मरणार्थं विभक्तिरूपाणि पठन् स्मः वयं आं महोदय लक्ष्मी भगिनी अनन्तरं भवान् अपि पठतु महोदय इदानीं लक्ष्मी भगिनी भवती तत्र विद्वान् इति सकारन्त विद्वस् पदस्य रूपाणि एकवारं पठति वा भगिनि लक्ष्मी भगिनि श्रूयते वा लक्ष्मी भगिनि अस्तु अस्तु रघुवीरानन्द स्वामी भवान् एव तत्र विद्वस् इति सकारान्तपदं द्वितीयपुटे अस्ति महोदय भवती अस्ति वा अस्तु अस्तु अस्तु भगिनि अस्तु अस्तु विद्वस् इति पदस्य विद्वान् विद्वांसौ विद्वांसः विद्वांसं विद्वांसौ विदुषः विदुषा विदुर्भ्यां विदुर्भिः विदुषे विद्वद्भ्यां विद्वद्भ्यां विद्वद् विद्वद्भ्यां विद्वद्भिः विदुषे विद्वद्भ्यां विद्वद्भ्यः विदुषः विद्वद्भ्यां विद्वद्भ्यः विदुषः विदुषोः विदुषां विदुषी विदुषोः विद्वत्सु विद्वत्सु समीचीनं भगिनि धन्यवादः तत्रापि तत्र विद्वस् इति सकारान्तपदम् अस्ति किन्तु तत्र किञ्चित् सावधानम् अपेक्षितम् अस्ति तत्र पाटर्न् भवत् भवता इति अस्ति किन्तु तत्र सकारः षकारान्तः भवति खलु विदुषा इति नास्ति किन्तु विदुषा इति अस्ति भवता विदुषा भवते विदुषे भवतः भवतः विदुषः विदुषः भवति विदुषी अस्तु धन्यवादः भगिनि अग्रे रघुवीरानन्द स्वामी तत्र भवान् यत्र अन्तिमे पुटे तत्र एतत् करोति वा तत्र मनस् इति सकारान्तपदं मनः मनसि मनांसि इति महोदय करोमि. अस्तु महोदय. मनः मनसि मनांसि. मनः मनसि मनांसि. मनसा मनोभ्यां मनोभिः. मनसे मनोभ्यां मनोभ्यः. मनसः मनोभ्यां मनोभ्यः. मनसः मनसोः मनसां. मनसि मनसोः मनस्सु. मनस्सु. हा, मनसिति सकारान्तः पदमस्ति, अपि तदनन्तरं सु इति भवति इति कृत्वा तत्र सकारस्य द्वित्वं. मनस्सु. धन्यवादः. हे मनसि, हे मनांसि. हे मनांसि. धन्यवादः महोदय. हा, अस्तु. इदानीं तत्र रूपस्य पुनस्मरणम् एतद् बहुवारं शृण्मश्चेत् तत्र मनसि स्थापितं भवति इति तावदेव एषा अपेक्षा. अस्तु, इदानीम् अग्रे गच्छामः. तत्र कथां पुनरेकवारं पठित्वा तत्र किञ्चित् अभ्यासं कृत्वा तदनन्तरम् अभ्यासाः ये सन्ति तानपि कुर्मः. अस्तु, तत्र पुनः पुटसङ्ख्या 32 मध्ये तत्र पश्यामः. तत्र नरेश महोदय, तत्र राजा इति अस्ति, तत्र सः राजा इति, सः राजा इति पदस्य द्विवचनरूपं बहुवचनरूपं किं भवति? सः राजा, तौ राजा, नौ ते राज्ञः. इदानीमेव कृतवन्तः खलु. अस्तु. हा, तत्र समीचीनम्. सत्यं महोदय, तत्र किम् अस्ति? राजानः इति. राजानः. हा, राज्ञः इति द्वितीयविभक्तो भवति. आम् आम्. सः राजा, तौ राजानौ, ते राजानः. हा, इदानीं किञ्चित् परिवृत्य एतदपि करोतु. कश्चन राजा इदानीं. कश्चन राजा द्विवचने. कौश्चन राजानौ, केचन राजानः. केचन राजानः. समीचीनं महोदय. अस्तु, समीचीनं. धन्यवादः. अस्तु, अग्रे ललिता भगिनी, तत्र नीतिमान् इति अस्ति, तत्र नीतिमान् इति पदस्य द्विवचन बहुवचनं किं भवति? नकारान्तशब्दः द्वितीयविभक्तिः. न न न, द्विवचन प्रथमविभक्ति एव, द्विवचनं प्रथमाविभक्ति. ओके. नीतिमान् राजान्, राजानौ, राजानः. नीतिमान्, नीतिमानौ, नीतिमानः. न, तत्र राजापदम् इव नास्ति भगिनि. तत् एतत् नीतिमान्, नीतिमान् नीतिमत् नीतिमत् इति तकारान्तपदं, तकारान्तपदम्. ओके. मरुत् इति एव अस्ति. तत्र नीतिमान् इति मरुत् इति प्रथमविभक्तौ रूपं किं भवति? अतः प्रथमविभक्तिरूपं किम् अस्ति? मरुत् इति. प्रातिपदिकं किम् अस्ति? न, प्रातिपदिकं किम् अस्ति मरुत् पदस्य? मरुत्. मरुत् एव अस्ति. प्रथमविभक्तिरूपं किम् अस्ति? एकवचने मरुत् एव अस्ति. एतदस्ति नीतिमत् इति प्रातिपदिकं, किन्तु प्रथमविभक्तिरूपम् किम् अस्ति? नीतिमान्. अतः मरुच्छब्द, मरुच्छब्द इव नास्ति खलु? नास्ति. भवत् शब्द तादृशम् अस्ति वा? भवत्, किन्तु प्रथमविभक्तिरूपं किम् अस्ति? भवान्. भवान् नीतिमत् नीतिमान्. नीतिमान्. इदानीं वदतु. नीतिमान्, नीतिमन्तौ, नीतिमन्तः. हा, समीचीनम्. इदानीं तत्र तत्र एतत् स्थापयतु, सः नीतिमान् इति स्थापयतु, इदानीं किं भवति? सः नीतिमान्, सः नीतिमान् तौ ओके सौ तौ नीतिमन्तौ ते नीतिमन्तः. हा इदानीं समीचीनम् अस्तु. अग्रे रघुपति महोदय, इदानीं तत्र शास्त्रविद् इति तत्र तस्य द्विवचनरूपं बहुवचनरूपं किं भवति महोदय? शास्त्रविद् सुहृत्पदम् इव इति सुहृतौ खलु, सुहृदौ इति अस्ति. अस्तु, तौ शास्त्रविदौ इति भवति. तौ शास्त्रविदौ, शास्त्रविदौ ते, ते शास्त्रविदः, ते शास्त्रविदः, ते शास्त्रविदः. इदानीं द्वितीयविभक्तिरूपं किं भवति? तं शास्त्रविदं, तौ शास्त्रविदौ, तान् शास्त्रविदः. सुहृत् सुहृदौ सुहृदः, सुहृदं सुहृदौ सुहृदः. समीचीनं महोदय, अस्तु. हा इदानीं गीताञ्जलि भगिनी, अग्रे तत्र इदानीं यशः इति अस्ति, तत्र यशः सर्वत्र प्रसृतम् आसीत्, यशः प्रसृतम्, अतः यशः कीदृशपदम्? नपुंसकलिङ्गं वा पुल्लिङ्गं वा? यशः प्रसृतम् आसीत् नपुंसकलिङ्गं. नपुंसकलिङ्गं, हा. यशः मनस्, यशस् सकारान्तपदं, मनस् मनस्सिव, मनस्सिव, मनः, मनसि, मनांसि इति. अतः तत्र तत्र हा तद् यशस् इति वदतु, तद् यशः. इदानीं द्विवचने किं भवति? तद् तद् यशः मनः मनसि तत् ते मनः मनसि मनांसि यशसि तानि यशांसि यशांसि यशांसि. समीचीनं भगिनि. तत् तत् यशः ते तत् यशः ते यशसि तानि यशांसि यशांसि. समीचीनं भगिनी. इदानीं तत्र नपुंसकलिङ्गम् अस्ति इति कृत्वा तत्र द्वितीयविभक्तिपरिवर्तनं नास्ति खलु. इदानीं तृतीयविभक्तिरूपम् एकवारं वदामः, किं भवति? द्वितीया तु यशसा यशोभ्यां यशोभिः. हा यशसा यशोभ्यां यशोभिः. इदानीं तत्र तस्य पूर्वं तद् इति स्थापयामः, तत् यशः. इदानीं तृतीयविभक्ति इति स्त्रीलिङ्गे अस्ति, चिन्ता मास्तु. तेन तेन यशसा तेन ताभ्यां यशोभ्यां तैः यशोभिः. तैः यशोभिः. समीचीनं भगिनि. तैः यशोभिः. पुनरेकवारं, तेन यशसा, तेन यशसा ताभ्यां यशोभ्यां तैः यशोभिः. तैः यशोभिः. समीचीनं. हा अस्तु. अग्रे लक्ष्मी भगिनि, इदानीं तत्र मन्त्री इति अस्ति. हा तत्र मन्त्री इति रूपस्य प्रथमविभक्तिरूपं द्विवचने बहुवचने किम् अस्ति भगिनि? मन्त्रिणौ मन्त्रिणः. हा मन्त्री मन्त्रिणौ मन्त्रिणः. गुणी इति गुणी शब्दवत्, गुणिन् मन्त्रिन् इति नकारान्त पुल्लिङ्गपदं. समीचीनं मन्त्रिणः. हा समीचीनं भगिनि. अस्तु, मन्त्रिणं मन्त्रिणौ मन्त्रिणः. हा अस्तु. इदानीं तत्र तृतीया अपि कृतवन्तः, इदानीं चतुर्थी कुर्मः भगिनि. अत्र अतः तत्र मन्त्री इति पदस्य मन्त्रिणे मन्त्रिणे मन्त्रिभ्यां मन्त्रिभ्यः मन्त्रिभ्यः मन्त्रिणे अथवा किं भवति तत्र? णत्वं भवति वा एकवचने अथवा न भवति? अहं चिन्तयामि हा तत्र तकारान्तस्य अनन्तरमेव रकारेपः भवति खलु, थर्र इति अस्ति. मन्त्रेणि, अतः अण्यणत्वं भवति, मध्ये किमपि नास्ति, स्वरः अस्ति. मन्त्री रकारः ईकारः तदनन्तरं नकारः अस्ति, अतः णत्वं भवति मन्त्रिणे. पुनः मन्त्रिणे मन्त्रिभ्यः. इदानीं तत्र सः मन्त्री इति स्थापयतु. सः मन्त्री, तौ मन्त्रिणौ, तौ प्रथमविभक्तिरूपं, सः मन्त्री, तौ मन्त्रिणौ, ते मन्त्रिणः, ते मन्त्रिणः. इदानीं चतुर्थीविभक्तिरूपं मन्त्रिणे. हा, तस्मै मन्त्रिणे, मन्त्रिणे तेभ्यः मन्त्रिभ्यः. समीचीनं भगिनि, हा समीचीनम्, अस्तु. इदानीं रघुवीरन् स्वामी, तत्र अग्रे पदमस्ति विद्वान् इति, विद्वस् पदस्य, विद्वान् विद्वांसौ विद्वांसः इति. हा महोदय, हा तत्र इदानीं तत्र पञ्चमी स्वीकुर्मः, तत्र पञ्चमी किमस्ति महोदय? करपत्रे अस्ति, द्वितीयपुटे. विदुषः विद्वद्भ्यां विद्वद्भ्यः, हा इति अस्ति. अस्तु, इदानीं तत्र सः विद्वान् इति स्वीकुर्मः. सः विद्वान्, तौ विद्वांसौ, ते विद्वांसः. हा, इदानीं पञ्चमी विभक्तिरूपं किम् अस्ति? तस्मै चतुर्थी, तस्मात् महोदय, तस्मात् विदुषः, ताभ्यां विद्वद्भ्यां, तेभ्यः विद्वद्भ्यः. हा, तेभ्यः विद्वद्भ्यः, समीचीनं महोदय. हा अस्तु, अग्रे, अस्तु अग्रे नरेश महोदय, इदानीं तत्र अग्रिम पदं किम् अस्ति? विवेकी इति अस्ति. हा, विवेकी, विवेकिन्, कीदृशपदं महोदय करपत्रे? तत्र विवेक नकारान्त पुल्लिङ्ग, गुणिपदवत् विवेकी. हा हा, अस्तु. तत्र सः विवेकी इति रूपं, सः विवेकी, तौ विवेकिनौ, ते विवेकिनः, ते विवेकिनः. इदानीं तत्र षष्टि किं भवति? केवलं प्रथम विवेकिन् इति, विवेकी इति तस्य षष्टि वदतु, तदनन्तरं सः अपि स्थापयित्वा वदतु. विवेकिनः, विवेकिनोः, विवेकिनां, षष्टि विभक्ति, तस्य विवेकिनः, तस्योः, तयोः विवेकिनोः, तेषां विवेकिनां, तेषां विवेकिनां. समीचीनं, वदतु महोदय, पुनः पुनः वदतु महोदय. तस्य विवेकिनः, तयोः विवेकिनोः, तेषां विवेकिनां. हा, समीचीनं महोदय. हा अस्तु, अग्रे गीताञ्जलि भगिनी, इदानीं तत्र अग्रिमपदम् अस्ति श्रद्धावान् इति, श्रद्धावत् इति, तत्र भवत् शब्दवत्, श्रद्धावान् भवान्, भवन्तौ, भवन्तः. श्रद्धावान् किं भवति? श्रद्धावान्, श्रद्धावन्तौ, श्रद्धावन्तः. हा, श्रद्धावन्तः. इदानीं तस्य सप्तमी विभक्तिरूपं, श्रद्धावति, श्रद्धावतोः, श्रद्धावत्सु, श्रद्धावत्सु, श्रद्धावति, श्रद्धावतोः, श्रद्धावत्सु. हा, इदानीं तत्र सः श्रद्धावान्, सः श्रद्धावान्, तौ श्रद्धावन्तौ, सः तौ, ते श्रद्धावन्तः. हा, इदानीं सप्तमी, इदानीं सप्तमी तस्मिन् श्रद्धावती तयोः श्रद्धावत्तोः तेषु श्रद्धावत्सु. हा समीचीनं, बहु समीचीनं भगिनि. हा अस्तु, धन्यवादः. अस्तु अग्रे रघुपति महोदय, इदानीं तत्र ज्ञानिनः इति, इदानीं तत्र ज्ञानिनः इति षष्ठी विभक्तौ एव अस्ति. इदानीं तत्र तस्य तृतीया कुर्मः महोदय. अस्तु, तेन ज्ञानिना ताभ्यां ज्ञानिभ्यां तैः ज्ञानिभिः, तैः ज्ञानिभिः. समीचीनं महोदय. अस्तु, हा ललिता भगिनी, इदानीं तत्र अग्रे तत्र गुणिनः इति अस्ति. हा गुणिनः अपि तत्र. क्षम्यतां महोदय, क्षम्यतां महोदय, पुनः ज्ञानिनः इति कीदृशपदं? ज्ञानिन् इति नकारान्तपदं. गुणिन्वत् तत्र, गुणिन् इत्युक्ते तत्र इनि प्रत्ययः, तत्र यस्य यस्मिन् वा इति तत्र रूपद्वयं दृष्टवन्तः. एकमस्ति इनि प्रत्ययः, गुणः यस्मिन् अथवा यस्य अस्ति सः गुणी, गुणिन् इति पुल्लिङ्गे, गुणिनी इति स्त्रीलिङ्गे. अपि तत्र अत्र अस्ति ज्ञान, यस्मिन् ज्ञानम् अस्ति सः ज्ञानिन्, अथवा यस्य यस्मिन् ज्ञानः ज्ञानम् अस्ति सः ज्ञानीन्, ज्ञानी. अत्र तु पुंलिङ्ग अस्ति महोदय, पुल्लिङ्ग स्त्रीलिङ्ग नास्ति, स्त्रीलिङ्ग स्त्रीलिङ्ग अपि भवितुमर्हति. तत्र इनि प्रत्ययः, तत्र स्त्रीलिङ्ग. तत्र यद्यपि अहं केवलम् उक्तवान् यस्य अथवा यस्मिन् इति, किन्तु तत्र स्त्रीलिङ्गरूपं तत्र किं भवति? यथा विद्यार्थिनी अस्ति तादृशमेव. हा विद्यार्थिनी, किन्तु तत्र यस्य यस्मिन् वा स्थाने किं वक्तव्यमस्ति? तत्र यस्य यस्मिन् गुणी अस्ति, यस्य यस्मिन् विद्यार्थः अस्ति सः विद्यार्थी. इदानीं स्त्रीलिङ्गे यस्यां यस्याः, विद्यार्थः अस्ति सा विद्यार्थिनी, विद्यार्थिनी. विद्यार्थिनी गुणिन् इति अथवा इन् गुणिन् इति ज्ञानिन् इति पुल्लिङ्गे, गुणिनी विद्यार्थिनी इति स्त्रीलिङ्गे. अस्तु, इदानीं ललिता भगिनी अग्रे तत्र अस्ति गुणिन्, गुणिन् एव. अस्तु, गुणिनः इति षष्ठी विभक्ति इति मन्ये, न क्षम्यतां, जनाः गुणिनः, प्रथमविभक्ति बहुवचनरूपम् अस्ति गुणिनः, गुणी गुणिनौ गुणिनः इति. हा इदानीं तत्र एतत् कुर्मः, प्रजाजनाः गुणिनः इति अस्ति, तदेव स्वीकृत्य एकवचने किमस्ति? प्रजाजनाः सः इति इदानीं त्यजामः, केवलं प्रजाजनाः गुणिनः बहुवचने अस्ति, एकवचने किम् अस्ति? प्रजाजनाः किं भवति? प्रजाजनः गुणी, द्विवचने प्रजाजनौ गुणिनौ, गुणिनः. इदानीं तत्र तस्य तृतीया विभक्ति किं भवति? तृतीया विभक्ति गुणिना, सो प्रजाजना, प्रजाजनेन. हा समीचीनं, प्रजाजनेन गुणिना, प्रजाजनाभ्यां गुणिभ्यां, प्रजाजनैः गुणिभिः. हा बहु समीचीनम् अस्ति भगिनि, अस्तु समीचीनम्. अस्तु अग्रे लक्ष्मी भगिनी, लक्ष्मी भगिनी इदानीं तत्र अग्रे, तत्र वणिजः इति अस्ति, तत्र समीचीनं भगिनि. इदानीं तत्र पुनः तत्र एतदेव, प्रजाजनः वणिक् इति प्रजाजनः वणिक् प्रजाजनौ वणिजौ प्रजाजनाः वणिजः वणिजः इदानीं च तत्र चतुर्थी वणिजे वणिग्भ्यां वणिग्भ्यः वणिजे वणिग्भ्यां वणिग्भ्यः प्रजा इति अस्ति प्रजाजनाय वणिजे प्रजाजनाभ्यां वणिग्भ्यां प्रजाजनेभ्यः समीचीनं जनेभ्यः वणिभ्यः वणिभ्यः समीचीनं भगिनि हा अस्तु अग्रे रघुवीरनन्दस्वामी तत्र अग्रे अस्ति तत्र भिषजः इति इदानीं भवान् तत्र गतवारं भवान् पञ्चमी कृतवान् इदानीं तत्र तृतीया करोतु महोदय इदानीं तत्र भिषज् इति भिषक् वणिज् समानपदं तत्र जकारान्त वणिज् शब्दः भिषज् शब्दः अतः भिषक् भिषजो भिषजः इदानीं तत्र तृतीया किम् अस्ति भिषद्भिः हा इदानीं प्रजाजनः इति पूर्वं प्रजाजनः भिषक् महोदय अर्थं किं महोदय प्रजाजनः प्रजाजनः प्रजाजनः सिटिजन् इति सिटिजन् पौराः वा न न तत्र प्रजाजनः प्रजाः अथवा प्रजा अपि भवितुम् अर्हति किन्तु प्रजाजनः इति कथायाम् एतद् रूपम् अस्ति महोदय अतः एव कृतं तावदेव नमस्कारः महोदय शुभदा भगिनि नमस्कारः भगिनि क्षम्यतां तत्र पेज् 32 भगिनि पेज् 32 हा कथायां स्मः तत्र केवलं भवत्याः नाम न दृष्टवान् अतः न ज्ञातवान् भवति इति हा अस्तु अद्य श्रोतुमेव केवलं अस्तु भगिनि अस्तु अस्तु पेज् 32 कथायाः विषये तदनन्तरम् अभ्यासः अस्तु भगिनि हा अस्तु महोदय मम द्वितीयप्रश्नः महोदय राजन् शब्दः अस्ति राजा इति महाराजः इति किमपि अस्ति वा महाराजः तु अकारान्तपदम् अस्ति हा तत्र नियमः अस्ति तत्र राजा इति यद्यपि राजन् इति नकारान्तपदम् अस्ति किन्तु महाराजः इति तु अकारान्तपदं भवति इति अतः महाराजः सरलमस्ति राजः सरलपदं नास्ति प्रातिपदिकं किं महोदय राजन् अकारान्तपदं राजन् महाराज तत् महाराज इति अतः तत्र अस्तु नियम किमपि अस्ति किन्तु महाराज तत् तत्तु अकारान्तपदं राजन् तु नकारान्तपदं पुल्लिङ्गमेव महोदय महाराज तु रामवत् अस्ति हा सत्यं भगिनि सत्यं हा अतः सुलभम् अस्ति महाराजः इति सुलभम् अस्ति तत्र षष्टिः अस्ति महाराजस्य किन्तु राजापदस्य षष्टिः अस्ति राज्ञः किन्तु प्रथम तु रामः तु महाराजः अस्ति वा हा सत्यम् अतः महाराजः महाराजौ महाराजाः इति एव रूपम् अस्ति किन्तु राजा राजन् पदं तादृशं नास्ति किञ्चित् तत्र महा इति स्थापयित्वा तत्र सौकर्यं भवति तत्र रामशब्दवत् अकारान्त अजन्तपदं भवति तत्र महोदय महोदय प्रजाजनः भिषक् तत्र प्रजाजनाः भिषजः प्रजाजनाः भिषजः इति अस्ति इदानीं तत्र बहुवचने अस्ति इदानीं तत्र एकवचने प्रजाजनेन प्रजाजनाभ्यां भिषद्भ्यां प्रजा प्रजाजनभिः तत्र रामैः रामेण रामाभ्यां रामैः जनाः प्रजाजनैः बिषद्भिः बिषग्भिः इति समीचीनं महोदय. हा किञ्चित् तत्र अभ्यासार्थम् एव एतत् कुर्वन् स्मः तावदेव. अस्तु अग्रे नरेशमहोदय तत्र प्रथमपरिच्छेदे एतत् कुर्मः तदनन्तरम् अन्यत् कुर्मः तावदेव केवलम् एकवारम् इति मन्ये. इदानीं शिल्पिनः इति नरेशमहोदय तत्र शिल्पी इति तत्र शिल्पी शिल्पिनौ शिल्पिनः हा इति अस्तु तत्र तस्य सप्तमी करोति वा शिल्पि शिल्पयो गुणि गुणिपदस्य सप्तमी किम् अस्ति गुणिनि हा अतः गुणिनि शिल्पिनि शिल्पिनोः शिल्पिनः शिल्पिषु हा तत्र नकारः नास्ति हा सप्तमी बहुवचने नकारः तत्र अन्तिम शिल्पिन् इति तत् तद् नकारः न दृश्यते. इदानीं तत्र प्रजाजनः शिल्पी प्रजाजनौ शिल्पिनौ प्रजाजनाः शिल्पिनः इदानीं प्रजाज सप्तमी एकवचनं किम् प्रजाजने हा शिल्पिनि प्रजाजनोः शिल्पिनोः तत्र रामे रामयोः खलु रामयोः प्रजाजनयोः शिल्पिनोः प्रजाजनेषु शिल्पिषु शिल्पिषु शिल्पिषु इति अस्तु तावदेव. अग्रे अग्रे एतद् अभ्यासं न भवति महोदय अन्तिमवारं भवान् कृतवान्. अस्तु अग्रे गीताञ्जलि भगिनी हा तत्र अग्रे किमस्ति तत्र निजकर्माणि इति हा अस्तु कर्मपदम् इति इदानीं तत्र कर्म कर्मणि कर्माणि इति तृतीयपुटे अस्ति भगिनि तत्र करपत्रे निजकर्मणि इति तु सप्तमी अस्ति महोदय न निर्व्याज निर्वहन्ति स्म तत्र कर्मपदम् अस्ति भगिनि तत्र किं निर्वहन्ति स्म निजकर्माणि निर्वहन्ति स्म इति तत्र कर्म कर्मणि कर्माणि निजकर्म निजकर्मणि निजकर्माणि इदानीं तत्र अस्तु इदानीं तत्र तत्र विशेषणं किम् अस्तु तत् तत् एव स्वीकुर्मः तत् निजकर्म ते निजकर्मणि तानि तानि निजकर्माणि निजकर्माणि हा अस्तु इदानीं तत्र षष्ठी किं भवति षष्ठी तु तस्य निजकर्मणः तस्य तयोः निजकर्मणोः तेषां निजकर्मणां निजकर्मणां समीचीनं भगिनि अस्तु इदानीं रघुपतिमहोदय तत्र सर्वसम्पदा इति इदानीं सम्पद् इति दकारान्त स्त्रीलिङ्गपदं अत एव सर्वसम्पदा अनुग्रहीतम् आसीत् तत्र सम्पद् इति सम्पद् इति दकारान्तपदम् इदानीं तत्र स्त्रीलिङ्गपदं दकारान्तपदं तत्र किन्तु तत्र रूपं सुहृत् पदम् इव एव अस्ति इति केवलं तत्र प्रथमविभक्ति तत्र किञ्चित् भेदः अस्ति. अस्तु इदानीं तत्र सा इति सा सर्वसम्पत् इति स्वीकुर्मः ते सर्वसम्पदौ वा ताते ताः ताते ताः ताः सर्वसम्पदः सर्वसम्पदः इति तत्र सम्पद् इति तत्र सम्पत् सम्पदौ सम्पदः सुहृत् सुहृदौ सुहृदः तादृश एव इदानीं तत्र तृतीया विभक्ति एकवचने दत्तमस्ति अतः तत्र द्विवचने बहुवचने अपि कुर्मः तया सर्वसम्पदा ताभ्यां सर्वसम्पदाभ्यां सर्वसम्पद्भ्यां सम्पद्भ्यां ताभिः सर्वसम्पद्भिः तावदेव महोदय तावदेव पुनः एकवारं तया सर्वसम्पदा ताभ्यां सर्वसम्पद्भ्यां ताभिः सर्वसम्पद्भिः सम्पद्भिः समीचीनं महोदय धन्यवादः ललिता भगिनी इदानीम् अग्रे तत्र महोदय क्षम्यतां सुहृत् वत् सम्पत् इति तु स्त्रीलिङ्गपदं किन्तु सम्पूर्ण सुहृद्वत् सन्ति सम्पूर्ण रूपाणि भगिनि महोदय हा भगिनि तत्र भेदः तावदेव नास्ति इति पश्यतु तत्र तत्र पेज् 20 पश्यतु तत्र गीतासोपाने अन्तिमपुल्लिङ्गपदं सुहृद् अस्ति रक्तवर्णे प्रथमस्त्रीलिङ्गपदम् अस्ति सम्पत् इति खलु हलन्तशब्देषु एतादृश अस्ति हलन्तशब्देषु तत्र लिङ्ग रूपं दृष्ट्वा लिङ्गं किम् इति न वक्तुं शक्नुमः अतः तत् सौलभ्यम् अस्ति एकया रीत्या सौकर्यं यतोहि सर्वनाम अथवा कृदन्तविशेषणम् उपयुज्यं तदा क्लेशः किन्तु तत्र यदि विभक्तिरूपं वयं अस्माभिः करणीयमस्ति तत्र सौकर्यमस्ति किन्तु यदि अन्य कोऽपि पदं ददाति अपि पृच्छति लिङ्गं किं तत्र क्लेशः भवति विशेषणमस्ति चेत् वदतु भगिनि अपि मरुत् अपि सरितु स्त्रीलिङ्गं पदं मरुतु पुंलिङ्गं पदं द्वयोः मध्ये किमपि भेदः नास्ति महोदय अतः सौकर्यमस्ति भगिनि अतः रूपस्य मनसि स्थापनीयं रूपस्य स्थापनीयम् अस्ति चेत् सुलभतया कर्तुं शक्नुमः अस्तु महोदय अस्तु सुलभमेव धन्यवादः अस्तु अग्रे ललिता भगिनी इदानीं तत्र भवती किं सरितः इति सरितः तत्र सरितः भवन्ति स्म इति अस्ति अतः बहुवचनम् एकवचने किम् अस्ति भगिनि सरितः सरितः तु सरितः अस्तु ललिता भगिनी इदानीं तत्र वदतु गीताञ्जलि भगिनी प्रश्नः वदतु क्षम्यतां न क्षम्यतां महोदय न चिन्ता मास्तु अस्तु ललिता भगिनी इदानीं तत्र सरितः इति ललिता भगिनी अस्ति वा अस्तु अग्रे तत्र अस्तु सरित् पदस्य रूपं किम् अस्ति भगिनि सरित् सरितौ सरितौ सरितः सरितः श्रूयते सरितः अस्तु इदानीं तत्र तस्य चतुर्थी सा सरित् इति सा सरित् इति प्रथमतया सा सरित् सा ते ताः इति तत् एकवारं वदतु प्रथमविभक्तिरूपं सा सरित् सा सरित् सः ते सरित् सरितौ अण्ड् ताः सरितः ताः सरितः अस्तु इदानीं तत्र चतुर्थी चतुर्थी विभक्ति तस्यै तस्यै सरिते ताभ्यां सरिभ्यां ताभ्यः सरिभ्यः. हा समीचीनं, सरिभ्यः. अस्तु अस्तु, समीचीनं भगिनि. अस्तु, तत्र लक्ष्मी भगिनी अपि रघुवीरनाथमहोदय, लक्ष्मी भगिनी इदानीं तत्र इदानीं सरांसि सरसरसि सरसरसि सरांसि सरांसि. हा, अत्र तत्र कीदृशपदम् एतत्? स्त्रीलिङ्गपदं वा महोदय? न नपुंसकलिङ्गं, मनः मनः मनसि मनांसि सरः सरसि सरांसि. अतः तत् सरः, तत् सरः, ते सरसि, तानि सरांसि. हा, तत् सरः, ते सरसि, तानि सरांसि. हा, इदानीं तत्र तस्य सप्तमी विभक्तिरूपं तस्मिन् तस्मिन् सरसि तयोः तयोः मनसि मनसोः सरसोः सरसोः ते तस्मिन् तेषु सरसु सरसु सरसु सरसु. समीचीनं भगिनि, धन्यवादः. क्षम्यतां महोदय, सरित् शब्द नपुंसकलिङ्ग. न न, सरित् इति नपुंसकलिङ्ग नास्ति भगिनि. सरित् इति तु सरित् इति स्त्रीलिङ्गपदं, स्त्रीलिङ्गपदं स्त्रीलिङ्गम् अस्ति. सरित् सरितौ सरितः, अतः भवती सा ते ताः इति उक्तवती. किन्तु सरस् इति तु नपुंसकलिङ्गपदम् अस्ति. इदानीं रघुवीरेन्द्र महोदय तत्र तस्याम् अस्ति, तस्मिन् नास्ति सप्तमी विभक्ति. न न न, किन्तु किन्तु सरस् सरस् इति नपुंसकलिङ्गं पदम् अस्ति महोदय. तस्यां न न, सरस् इति नपुंसकलिङ्गपदम् अस्ति. सरित् इति स्त्रीलिङ्गं, किन्तु सरस् इति नपुंसकलिङ्गपदम्. अहं चिन्तयामि सा सरस्. न न न, सा सरस् न, तत् सरः, तत् सरः, तत्तेतानि, तत् सरः, ते सरसि, तानि सरांसि, तस्मिन् सरसि, तयोः सरसोः, तेषु सरस्सु इति रूपं भवति. सम्यक्. रघुवीरनन्द महोदय, इदानीं तत्र अन्तिमं तत्र पक्षिणः इति, हा, तद् कृत्वा अग्रे गच्छामः. हा, पक्षिणः इति तत्र पक्षी इति तत्र पक्षी पक्षिणौ पक्षिणः इति पक्षिन् नकारान्तपदं महोदय. गुणी गुणिनौ गुणिनः इति तत्र सः पक्षी इति, सः पक्षी, तौ तौ पक्षिणौ, ते पक्षिणः. हा, इदानीं तत्र तत्र पञ्चमी वदतु महोदय. पञ्चमी अपि षष्ठी भवान् कृतवान् अस्तु, इदानीं तृतीया तृतीया तृतीया कृतं महोदय, षष्ठी न कृतवान् प्रायः. षष्ठी अस्तु अस्तु, इदानीं षष्ठी करोतु महोदय. सः तस्य पक्षिणः, तयोः पक्षि पक्षिणोः तस्य तयोः तानां तानां तेषां तेषां तेषां तेषां तेषां तेषां पक्षिणां पक्षिणां. समीचीनम्, अस्तु, इदानीं पर्याप्तं, नो चेत् तत्र शिरोवेदनः भवति. अस्तु, किन्तु तत्र एतादृश अभ्यासं करणीयमस्ति. अतः अस्तु, इदानीं तत्र कथायाः विषये तत्र किञ्चित् चर्चित्वा अग्रे गच्छामः. तत्र गतवर्गे एतद् वाक्यस्य विषये बहु किमपि चर्चितवन्तः. तत्र किमपि प्राप्तं वा तै तत्र पेज् 33 तस् मध्ये प्रथमवाक्ये तत्र यः अस्माकं शत्रुः राजा अस्ति, तस्यापि वैरिणः वर्तन्ते, तैः वैरिभिः सख्यं विधाय पुनरपि युद्धं करिष्यामः इति मन्त्री राजा, यः राजा अस्ति तं प्रति, राजानं प्रति वदति. तत्र क्लेशः गतवर्गे तत्र चर्चा एतस्मिन् विषये आसीत्, तत्र तैः वैरिभिः सख्यं विधाय पुनरपि युद्धं करिष्यामः इति. तत्र कोऽपि स्मरति वा कः क्लेशः आसीत् इति? सः इति किमर्थं नास्ति इति, तत्र अतः अहं पृष्टवान् तत्र रक्षाभगिनी इति जानन्ति वा को रक्षाभगिनी इति? नो चेत् चिन्ता मास्तु, किन्तु सा बहु किमपि संस्कृतं जानाति. अहं तां पृष्टवान्, सः प्रदर्शितवती तत्र कारकः इति पुस्तकम् अस्ति, तत्र तृतीयाविभक्तिविषये एतद् दत्तम् अस्ति. तत्र सः इति प्रयोगे, तत्र सः इति अर्थे वाक्यं रचितुं शक्नुमः, किन्तु सः इति साक्षात् पदं विकल्पेन भवति इति. इत्युक्ते तत्र तैः वैरिभिः सः अथवा तैः वैरिभिः समानार्थकम् इति. रामः लक्ष्मणेन सह वनं गच्छति अथवा रामः लक्ष्मणेन वनं गच्छति इति समानार्थकम् इति तत्र दत्तमस्ति. तत्र सः इत्यर्थे अस्ति तृतीयविभक्ति, किन्तु सः इति पदं साक्षात् नास्ति, किन्तु तत्र दोषः नास्ति इति. तत्र सः इति अर्थे सः पदस्य विकल्पः अस्ति. सः इति पदं साक्षात् भवितुं तत्र नियमः नास्ति. तस्मिन् अर्थे एतद् वाक्यं रचयितुं शक्नुमः. अतः रामः लक्ष्मणेन सह वनं गच्छति अथवा रामः लक्ष्मणेन वनं गच्छति इति, तत्र रामः लक्ष्मणेन वनं गच्छति इति तत्र सः इति अर्थे इति तृतीया, सः इति अर्थे तृतीया इति दत्तमस्ति इति कृत्वा, तत्र सः यद्यपि न दत्तमस्ति सः अर्थे एतद् वाक्यम् अस्ति इति अवगन्तव्यमस्ति अत्र अस्माभिः. अतः तत्र पूर्णवाक्यं यदि वक्तुम् इच्छामः, तत्र तैः वैरिभिः सह सख्यं, सख्यं विधाय तैः वैरिभिः सख्यं विधाय पुनरपि युद्धं करिष्यामः इति. तत्र सः इति पदं तत्र स्थापयितुं शक्नुमः, वैरिभिः अनन्तरं सः इति पदं स्थापयितुं शक्नुमः. सः इति अर्थे एव एतत् एषा तृतीया विभक्ति वाक्ये अस्ति इति. अस्तु अस्तु तर्हि, अतः तत्र सः क्लेशः आसीत्, एकः एव क्लेशः इति मन्ये. अस्तु अग्रे, अतः अग्रे गच्छामः. तत्र अभ्यासे अधोभागे अभ्यासः यः अस्ति, तत्र तस्मिन् अभ्यासे पूर्णतया कृतवन्तः वा अथवा न? न. अस्तु, यावत्पर्यन्तम् अष्टपर्यन्तम्. अस्तु, प्रकृतिसम्भवाः गुणाः अव्ययम् इति, तत्र तावत्पर्यन्तं वा महोदय? अस्तु, अष्टं तत्रापि श्लोक सम्यक् नास्ति. श्लोक 14.15 नास्ति, 14.5 अस्ति. 14.5 अस्ति, अस्तु महोदय. अस्तु, तत्र पदं किम् अस्ति महोदय? तत्र देहिनः इति अस्ति वा अथवा देहिनम् इति अस्ति वा? अहं चिन्तयामि देहिनः अस्ति. तत्र अव्ययं प्रकृतिसम्भवाः गुणाः अव्ययं दे 14.5 देहिनम्. हा, देहिनम् इति प्रायशः अस्ति इति मन्ये. देहिनम् अव्ययं देहिनं निबध्नाति. देहिन् इति तस्य देहिन् देहिनम् देहिनम् देहिनमिति कर्मपदं वा महोदय? हा सत्यं भगिनि हा देहिनं निबध्नाति इति निबध्नाति इति हा निबध्नन्ति क्षम्यतां निबध्नन्ति इति के निबध्नन्ति गुणाः निबध्नन्ति हा गुणाः निबध्नन्ति कम् अथवा कं निबध्नन्ति देहिनं निबध्नन्ति अव्ययं देहिनम् अव्ययं देहिनं देहिन् इति यस्य देहः अस्ति सः देही अतः आत्मा अव्ययम् आत्मा अतः तत्र अव्ययम् आत्मानं देहिनम् इति अपि तत्र वक्तुं शक्नुमः अतः निबध्नन्ति इति समीचीनं महोदय नरेश् महोदय धन्यवादः अस्तु अग्रे तत्र नवमं तत्र सर्वस्य चर्वाहं हृदि सन्निविष्टः हृदि अस्तु हृद् इति हा हृद् इति प्रायशः पदमस्ति इति मन्ये तत्र हृदि इति तत्र हृद् तत्र सुहृद् इति यादृशम् अस्ति तादृश हृद् सुहृद् पदस्य सप्तमी सुहृदि हृद् पदस्य सप्तमी हृदि सर्वस्य च अहं हृदि सन्निविष्टः अहमस्मि तत्र हृदि अस्मि सन्निविष्टः अस्मि इति अस्तु समीचीनं तत्र हृदि इति समीचीनम् अस्ति अस्तु अग्रे तत्र गीताञ्जलिभगिनी अग्रे वदति वा तत्र दशमः 17.20 यद्यानं दीयते तत् सात्विकम् अत्र अनुपकारिणे अनुपकारिणे अनुपकारिणे एव महोदय अनुपकारिणे तत्र अनुपकारिणे इति तत्र विभक्तिका विभक्तिका न भगिनि तत्र चिन्तयतु तत्र भवत् शब्दस्य रूपं पुनः एकवारं स्मरतु भगिनि तत्र तत्तु सप्तमी तु भवती अस्ति ते तु चतुर्थी महोदय अनुपकारिणे तत्र दीयते इति अस्ति दानम् अस्ति खलु तत्र किमपि दास्यामः चतुर्थी एव भवति अत्र अनुपकारिणे यद् दानं दीयते तत् सात्विकम् अनुपकारिणे यद्धानं दीयते तत् सात्विकम् इति अस्तु धन्यवादः तत्र उपकारिणे उपकारीण् इति नकारान्तपदम् उपकारी इति प्रथमविभक्तिरूपम् उपकारी उपकारिणौ उपकारिणः गुणी गुणिनौ गुणिनः उपकारी उपकारिणौ उपकारिणः तत्र उपकारिणे इति चतुर्थीविभक्तिरूपम् अस्तु अग्रे रघुपतिमहोदय तत्र अग्रे तत्र तत्र अज्ञानसम्भूतं संशयं सिन्धि अज्ञानसम्भूतं संशयं सिन्धि केन तत्र केन इति केन चिन्तये अतः तृतीया एव तृतीया ज्ञानासिना जाना किमस्ति ज्ञानासिना न जानामि ज्ञानासिना इति अहं चिन्तयामि तदेव अस्ति महोदय ज्ञानासिना अस्तु ज्ञानासिना असि इति खड्ग अस्तु ज्ञानासिना चिन्ति अस्तु अस्तु तत्र ज्ञानासिना तत्र ज्ञानासिन् तत्र ज्ञानासिन् इति तत्र किं भवति आसिन् इति किं भवति तत्र ज्ञानासिन् इति ज्ञानरूपेण खड्गेण इति खड्गेन तत्र ज्ञानासिना इति अज्ञानसम्भूतं संशयं यत् संशयम् अज्ञानेन सम्भवति तस्य अज्ञानेन यद् यस्य जननं भवति संशयस्य जननं तत् संशयं तस्य तं संशयं ज्ञानरूपेण खड्गेन छेदनं करोतु इति अतः तत्र तृतीया इति समीचीनं ज्ञानासिना ज्ञानासिना अपि द्विवचने किं भवति ज्ञानासिना अस्तु ज्ञानासीन अस्ति खलु ज्ञानासिनौ इति ज्ञानासिनौ तत्र ज्ञानासिना इति तृतीया अस्ति ज्ञानासिभिः समीचीनं महोदय अस्तु अग्रे ललिता भगिनी तत्र तस्मिन्नेव पुटे अग्रिमं द्वादश महोदय ज्ञानासिन् इति पुंलिङ्गमस्ति महोदय ज्ञानासिन् इति हा इति मन्ये भगिनि पुल्लिङ्गम् इति मन्ये भगिनि ज्ञानासिन् खड्गः तत्र अस्तु तत्र पुल्लिङ्गम् इति न सम्यक्तया न वक्तुं शक्नोमि किन्तु तत्र तृतीया तु अस्ति ज्ञानासिन् नपुंसकलिङ्गं वा तत्र यतोहि हलन्तपदम् अस्ति खलु भगिनि तत्र लिङ्गस्य ज्ञानं सुलभतया न प्राप्तुं शक्नुमः किन्तु अहं चिन्तयामि तत्र प्रायश पुल्लिङ्गम् इति अस्तु धन्यवादः महोदय एतत् कुत्र अस्ति कुत्र पठति तत्र कथायाः अग्रिमे पुटे भगिनि कथा अस्ति खलु पेज् 33 प्रिण्टेड् पेज् 33 कथा कस्मिन् पुटे अस्ति भवती हेण्ड् औट् पश्यति खलु अथवा गीतासोपन द्वितीयभागं प्राप्तं वा इदानीं लक्ष्मी भगिनि तत्र गीतासोपनं द्वितीयभागं प्राप्तं वा अथवा हेण्ड् औट् एव अस्ति वा भवत्याः पार्श्वे पञ्चमपुटे पञ्चमे पुटे कथायाः अनन्तरं अस्तु इदानीं ललिता भगिनि तत्र अग्रे पठतु तत्र 1025 अत्यक्षरं गिरां गिरेः गिरस्य गिराम् अस्म्यक्षरम् अस्मि अक्षरं तत्र अस्मि अक्षरं गिराम् इत्युक्ते भवति श्लोकमस्ति महर्षीणां भृगुरहं गिरामस्येकम् अक्षरं गिराम् गिराम् इत्युक्ते वाचाम् अतः तत्र वाचाम् इति तत्र कीदृशपदं वाचाम् इति वाच स्त्रीलिङ्गपदं स्त्रीलिङ्गपदं वाचौ वाचः इदानीं तत्र वाचामिति तत्र विभक्ति का वचनं किं द्वितीया न वाचां षष्टिविभक्ति बहुवचनम् तत्र महर्षीणां भृगुः अहं तत्र महर्षीणां मध्ये भगवान् वदति सः भृगुमहर्षि इति गिरामपि तत्र एकम् अक्षरं गिराम् अस्मि एकम् अक्षरं गिराम् इति अक्षरम् एकम् अक्षरम् एकम् एकक्षरस्य ओंकारः अस्मि इति तत्र गिराम् महर्षीणां यथा षष्टि बहुवचनमस्ति गिरामपि षष्टि बहुवचनं गिराम बहुवचनम् अस्तु समीचीनम् अस्तु अग्रे लक्ष्मी भगिनी इदानीं प्राप्तवती आत्मैव आत्मनः रिपुः हा समीचीनं भगिनि आत्मा एव आत्मा एव आत्मनः रिपुः आत्मनः रिपुः कः आत्मा एव समीचीनं भगिनि हा आत्मा एव आत्मैव आत्मनः रिपुः अपि आत्मनः बन्धुः अपि बन्धुः हा समीचीनं भगिनि अस्तु अन्तिमं तत्र रघुवीरानन्दस्वामी अन्तिमं बहूनां आं महोदय महोदय तत्र आत्मा इति मनस् न न महोदय आत्मन् आत्मन् इति नकारान्तपदं न न महोदय अहं वदामि अर्थमर्थम् ओ अस्तु अस्तु अस्तु हा वदतु वदतु क्षम्यतां क्षम्यतां वदतु महोदय क्षम्यतां अतः मनः मनः बन्धु अपि भवितुम् अर्हति मनः एव रिपुः शत्रुः अपि हरिः हरिः अपि भवति तत्र हरिः भवति अपि हरिः अपि भवति मनः उत्तमं महोदय बहूनां बहूनां जन्मना बहूनाम् अन्ते ज्ञानवान् मां प्रपद्यते जन्मनां हा जन्मनां अन्ते ज्ञानवान् मां प्रपद्यते ज्ञानवान् मां प्रपद्यते समीचीनं महोदय अस्तु तत्र जन्मनाम् इति तत्र षष्टि षष्टिः न क्षम्यतां केवलं बहूनां जन्मनां हा तत्र षष्टि बहुवचनं अस्तु समीचीनम् अस्तु अतः तत् एतद् अभ्यासं कीदृशपदं महोदय जन्मनां कीदृश अन्ते किं तत्र जन्मन् इति तत्र अहं चिन्तयामि भगिनि एतत् तत्र जन्मनां तत्र जन्म इति कर्मण् इव तत्र अहं चिन्तयामि एतत् प्रायशः नपुंसकलिङ्ग नकारान्तपदम् इति चिन्तयामि भगिनि जन्मन् इति बहु क्लिष्टः जातः कथं जन्म क्लिष्टः अस्ति खलु भगिनि न न महोदय कर्मन् इति जन्म जन्मनि जन्मानि इति सर्वे समान एव अस्ति किन्तु लिङ्गं किम् इति किञ्चित् क्लिष्ट जातः इति अहं हा सत्यं सत्यं भगिनि सत्यं हा हलन्तपदं एषः एव विषयः अथवा विशेषः अपि तत्र मम प्रश्न किं महोदय इति जन्म नाम केवलं जन्म नाम अस्ति चेत् यदि जन्मस्य जन्मनस्य इति न दत्तं केवलं वयं जन्म नाम इति पश्यामश्चेत् एकं विचार आयाति महोदय मनसि इति समासः अस्ति वा किम् अर्थः किम् इति ओ अस्तु अस्तु अस्तु अस्तु नामानि नामानि इति तदेव अहं पृच्छामि महोदय अस्तु अस्तु इदानीम् इदानीम् अवगच्छं भगिनि अस्तु अस्तु तत्र नाम इति न किन्तु तत्र नाम इति षष्टिरूपं हा षष्टिरूपम् अस्ति सत्यं भगिनि तत्र साधारणतया आम् इति तेषाम् इति तदेव तत् हा सत्यं भगिनि तत्र जगतां भवताम् इति तादृशरूपं पश्यामः किन्तु तत्र नाम इति हा गुणिनां गुणिनाम् इति तत्र अपि गुणिनाम् इति अतः तत्र जन्मनां तत्र बहूनाम् इति अस्ति अतः तत्र षष्टि इति अतः एव जन्मस्य जन्मनस्य इति तत् दत्तमस्ति किन्तु जन्मनाम् इति एव. अतः तत्र एकवचने किम् अस्ति? षष्टि एकवचनं, जन्मनां बहुवचनम् अस्ति. जन्मनस्य न कर्म इति पदस्य. अतः एव पृष्टवान्. जन्मनः इति रूपं, हा जन्मनः, जन्मनोः, जन्मनाम् इति षष्टि. अपि च महोदय तत्र हलन्त प्रदेशे षष्टि बहुवचने नकारः न भवति. यदा प्रातिपदिकः अस्ति चेदेव भवति, अनन्तरं यथा भवताम् इति अस्ति, यथा रामाणां हरीणाम् इति तत्र नकारः भवति, आगमः भवति, तत्र न भवति हलन्तशब्देषु. हा सत्यं महोदय, सत्यम् उत्तमम् उत्तमनिक अंशः महोदय. सत्यं, हा सत्यं, तत्र केवलं तत्र अत्र कर्मण् अस्ति, तत्र नकारः अन्ते अस्ति इति कृत्वा, प्रातिपदिके अस्ति इति कृत्वा कर्मणाम् अपि गुणिन् इति तत्र एव भवताम्. हा तत्र सर्वत्र न भवति. हा समीचीनं, षष्टिविभक्ति, हा षष्टिविभक्ति बहुवचने, बहुवचने समीचीनं महोदय. हा समीचीनं, हा अस्तु. अतः तत्र एकम् अभ्यासं तु कृतवन्तः, इदानीम् द्वितीय अभ्यासः यः अस्ति तं कुर्मः. अस्तु अग्रिमे पुटे. इदानीं तत्र गीताञ्जलिभगिनी आरम्भं करोति वा अग्रिमे पुटे? हा महोदय, प्रयत्नं करोमि. अर्धवाक्यद्वयं योजयित्वा एकं वाक्यं लिखत. पृच्छामि मां सर्व किल विषयः मुच्यन्ते. तत्र प्रायशः तत्र यद् दत्तमस्ति तदेव समीचीनं वा इति उदाहरणमेकं दत्तं महोदय. पृच्छामि त्वां धर्मसम्मूढचेताः. हा अस्तु अस्तु, अतः तत्र धर्मसम्मूढचेताः इति अस्तु. कथं जानीमः महोदय वाक्यद्वयम् इत्युक्ते? हा तत्र केवलं भगिनी तत्र किं करणीयम्? अस्तु एतत् एतादृशरूपेण कुर्मः एतम् अभ्यासं. 3.12 इति मा कुर्मः, किन्तु 3.13, तदनन्तरं 3.10, तदनन्तरं 6.5 इति तादृशं कुर्मः. नो चेत् क्लिष्टः भवति खलु. अस्तु महोदय, अतः भगिनी तत्र एतत् 3.13 इति स्वीकरोतु, तत् पश्यतु प्रथमतया. अस्तु 3.13 अत्र यज्ञशिष्टाशिनः. वदतु भगिनि. उदाहरणे प्रश्ने तु पृच्छामि माम् इति दत्तमस्ति, अधोभागे पृच्छामि त्वाम् इति दत्तमस्ति. सत्यं भगिनि, अस्तु तत्र अहं न जानामि कुत्र अस्ति तद् इति. धर्मसम्मूढचेताः पूर्वं दृष्टवन्तः इति मन्ये. एतत् त्वाम् एव भवति खलु, पृच्छामि त्वां मां कथं भवति? त्वामेव भवति. हा पृच्छामि माम् इति, हा सत्यं, पृच्छामि त्वामेव भवति. हा तत्र मुद्रणदोषप्रायशः अस्ति इति मन्ये भगिनि, किन्तु पश्यामः श्लोकं श्लोकम् एकमेकं दृष्ट्वा. मेच् द फालोयिङ्ग् अस्ति. सत्यं सत्यम्. अस्तु इदानीं गीताञ्जलि भगिनि 3.13 तत्र ईजि, सुलभः अस्ति. सुलभः अस्ति वा? अस्तु सुलभः. 3.13 तु अत्र दत्तं सर्व किल् विषयैः मुच्यन्ते. अत्र यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्व किल् विषयैः. अतः तदेव अस्तु महोदय. इदानीं तत्र यज्ञशिष्टाशिनः इति शिष्टाशिनः सन्तः तत्र एकवचने किम् अस्ति? यज्ञशिष्टाशिनः तु बहुवचन अस्ति. यज्ञशिष्टाशिनी न न न न एतत् एतत् भगिनि तत्र गुणी गुणिनौ गुणिनः इति रूपं हा सो एकवचन तु गुणी इति तु यज्ञशिष्टाशिनी न न न न तत्र गुणी तत्र गुणी मास्तु तत्र योगी योगिनौ योगिनः इति स्वीकरोतु योगी योगिनौ योगिनः तत्र योगी मध्ये नकारः नास्ति खलु योगी योगिनौ योगिनः बहुवचने नकारः आगच्छति यज्ञशिष्टाशी हा यज्ञशिष्टाशी यज्ञशिष्टाशिनौ यज्ञशिष्टाशिनः इदानीं तत्र सन्तः किं भवति सन्तः अपि अधुना तु बहुवचनरूपम् अस्ति सन्तः तु तकारान्त इति मन्ये महोदय सत्यं भगिनि हा सत्यं समीचीनं तकारान्त अस्ति चेत् सन्त् इति मरुत्वत् अस्ति महोदय न न भगिनि तत्र हा किञ्चित् क्लेशः अस्ति तत्र एतत् किम् अस्ति सन् इति अस्ति सन् इति प्रथमविभक्तिरूपम् अस्ति तत्र कीदृशरूपम् इति तत्र पठति इति क्रियापदम् अस्ति तस्य शत्रन्तरूपं किम् अस्ति पठति पठति पठन् हा पठन् इदानीं द्विवचने किम् अस्ति पठन् पठन्तौ पठन्तः पठन्तः पठत् इति प्रातिपदिकं तत्र अस् धातोः पठति इति पट् धातोः पठति रूपं तस्य शत्रन्तरूपम् अस्ति पठत् पठन् इति प्रातिपद पठत् इति प्रातिपदिकं पठन् इति प्रथमविभक्तिरूपम् इदानीम् अस् धातोः अस्ति इति अस्ति इति तस्य शत्रन्तरूपम् अस्ति सत् अथवा सन् सत् इति प्रातिपदिकं सन् सन्तौ सन्तः पठन् पठन् पठन्तौ पठन्तः सन् सन्तौ सन्तः सन्त् इति यद् हिन्दीभाषायाम् अस्ति खलु तत्र एतदेव आधारम् अस्ति तत्र सन्त् इति सन् सन्तौ सन्तः अतः तत्र यज्ञशिष्टाशी सन् यज्ञशिष्टाशिनौ सन्तौ यज्ञशिष्टाशिनः सन्तः सन्तः इति अस्तु समीचीनं भगिनि इदानीं अग्रिमं कुर्मः 3.10 क्षम्यतां परन्तु अत्र योजनम् अपि करणीयं पृच्छामि मां धर्मसम्मूढचित्ताः चेताः भगिनि भगिनि इदानीं तद् भगिनि इदानीं तद् मास्तु पृच्छामि इति तद् मास्तु इदानीं तादृश कुर्मश्चेत् तत्र किं करणीयमस्ति तत्र क्लेशः भवति खलु तत्र न जानीमः भगवद्गीतायां कस्मिन् श्लोके तस्य द्वितीयभागः भवति इति न जानीमः खलु अतः सौकर्यार्थम् एतत् कुर्मः श्लोकं स्वीकृत्य तस्य पूर्वभागं कुत्र अस्ति इति किम् अस्ति इति दृष्ट्वा मेच् कुर्मः समीचीनं वा परन्तु अत्र नरः भगिनि भगिनि एकनिमिष भगिनि एकनिमिष भगिनि भगिनि एकनिमिषः यत् वर्गे यत् कुर्मः तत् कुर्मः खलु अस्तु इदानीं चिन्ता मास्तु अस्तु इदानीं रघुपतिमहोदय इदानीं तत्र 3.10 महोदय अस्तु महोदय एषः वः इष्टकामधुक् भवति कः एषः एकवारं इष्टकामधुक् अस्तु इष्टकामधुक् अस्तु अनेन रसविद्यद्वयं प्रायशः रघुवीरान्दमहोदय एतत् सर्वं वक्तुं शक्नोति मम इण्टर्नेट् अपि नास्ति अत्र रघुवीरान्दमहोदय एकवारं वदति वा महोदय तत्र 3.10 अस्ति सः प्रज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः पञ्चमः अस्ति यज्ञेन यज्ञेन प्रसविष्टत्वम् एषः वः इष्टकामद अस्तु अस्तु इति अस्तु अतः पञ्चमं तत्र प्रसविष्यत्वं यज्ञेन प्रसविष्यत्वम् एषः व इष्टकामधुक् अस्तु एषः इष्टकामधुक् इति तत् कीदृशरूपम् इष्टकामधुक् एषः इष्टकामधुक् इष्टकामधुक् यज्ञेन प्रसविष्यध्वम् इति तत्र प्रसविष्यध्वम् इति त्यजामः तत्र इदानीं हलन्तरूपम् इति अस्माकं विषयः अस्तु कामधुक् हलन्तविषयं हलन्त पदम् इदानीम् अस्ति इष्टकामधुक् कामधुक् इष्टकामधुक् एषः इष्टकामधुक् एषः इष्टकामधुक् एतौ किं भवति कामधुकौ वा न वणिग् वणिजः अस्तु काम् वणिक् वणिजौ वणिजः वणिक् वणिक् वणिजौ काम इष्टकाम द्विजौ द्विजौ वा द्विजौ वा द्विजौ एतौ इष्टकामद्विजौ एते इष्टकामद्विजः एते इष्टकामद्विजः इति समीचीनं महोदय हा तत्र कामदुक् द्विज अस्तु अस्तु जकारान्तपदं भवति जकारान्तपदमस्ति अस्तु इति मन् इति मन्ये दुक् द्विजौ द्विजः अस्तु इति रूपं तत्र तत्र यद्यपि तत्र दृष्ट्वा वयं चिन्तयामः ककारान्तपदम् इति किन्तु न इष्टकामदुक् इति तत्र अस्तु इदानीं ललिता भगिनी भवती एव तत्र 6.5 किम् अस्ति एतादृशं कुर्मश्चेत् सौकर्यं भवति उद्धरेत् कर्मण् आत्मानम् उद्धरेत् आत्मनः आत्मानम् उद्धरेत् न आत्मना आत्मना आत्मना आत्मानम् उद्धरेत् हा आत्मना तृतीया आत्मानम् उद्धरेत् इति आत्मानं तत्र समीचीनं हा समीचीनं भगिनि आत्मना आत्मानम् उद्धरेत् समीचीनं भगिनि अस्तु धन्यवादः अस्तु इदानीं तत्र लक्ष्मी भगिनी इदानीं तत्र 2.7 2.7 तत्र दत्तमस्ति पृच्छामि त्वां धर्म सम्मूढ चेताः इति अस्तु इदानीं तत्र 2.22 भगिनि 2.22 एतत् डिटेक्टिव् वर्क् अस्ति खलु वासांसि जीर्णानि ओ अस्तु हा वासांसि जीर्णानि अस्तु जीर्णानि यथा विहाय नवानि गृह्णानि नरोपराणि तदा शरीराणि विहाय जीर्णान् अन्यानि सम्यादि नवानि देहि तत्र कुत्र अस्ति तदा नवानि शरीराणि सम्यादि हा तत्र नरः यथा नवानि वासांसि गृह्णाति इति अस्तु नम्बर् 2 अस्ति खलु इदानीं तत्र अस्तु तत्र गृह्णाति अस्ति तथा देहि नवानि शरीराणि संयाति तत्र तस्मिन् तत् धरति इति शरीराणि धरति इति इदानीं तत्र नवानि वासांसि एकवचने किं भवति वासांसि मनः इव मनः मनसि मनांसि न तत्र वासः इति समीचीनं तत्र साधारण नपुंसकलिङ्गपदं किमस्ति अजन्त नपुंसकलिङ्गपदं किम् अस्ति यद् भवती जानाति नपुंसकलिङ्ग अजन्त नपुंसकलिङ्ग न न अजन्तपदम् अजन्तपदम् अकारान्त नपुंसकलिङ्गपदं किं जानाति वस्त्रम् अस्तु एक एक प्रथमविभक्ति एकवचनरूपं किम् अस्ति वस्त्रं वस्त्रे वस्त्राणि हा इदानीं तत्र नवानि इति कीदृशपदम् अस्ति नपुंसकलिङ्गपदं खलु नवानि वासांसि समीचीनं भगिनि हा अस्तु समीचीनम् अस्तु अग्रे रघुवीरानन्द महोदय इदानीं तत्र 2.47 करोति वा रघुवीरानन्दमहोदय माफलेषु कदाचन कर्मण्येवाधिकारस्ते एतत्तु प्रसिद्धश्लोकः कर्मण्ये वाधिकारः ते माफलेषु कदाचन महोदय वामस्तम्भे तृतीयबिन्दु अत्र 2.47 अस्तु कर्मण्येव अधिकारः ते माफलेषु कदाचन तत्र फलेषु इति अस्ति अतः कर्मणि एव अधिकारः ते मा फलेषु कदाचन कर्मणि इति तत्र विभक्ति का महोदय सप्तमी एकवचनम् इदानीं तत्र द्विवचनम् अपि बहुवचनं किं भवति कर्मणि कर्मणोः कर्मसु इति समीचीनं महोदय अस्तु इदानीं तदपि कृतं तत्र केवलम् अन्यत् अन्तिमं कुर्मः तदनन्तरं समापयामः तत्र नरेश महोदय 3.26 करोति वा आं महोदय कर्मसङ्गिनां बुद्धिभेदं न जनयेत् अहं चिन्तयामि अष्टं युक्तः विद्वान् कर्मसङ्गिनां बुद्धिभेदं न जनयेत् युक्तः विद्वान् अस्तु कर्मसङ्गिना बुद्धिभेदं न जनयेत् अस्तु 3.26 महोदय अस्तु एकवारं पश्यामि अस्तु प्रायः अस्तु तत्र सङ्गिनां हा विद्वान् युक्तः अस्तु कः जनयति युक्तः विद्वान् जनयति इति भवती अर्हति हा सत्यं सत्यं तदेव अस्ति महोदय अस्तु इदानीं तत्र विद्वान् इति रूपं द्विवचने बहुवचने किम् अस्ति महोदय विद्वान् विद्वांसौ विद्वांसः विद्वस् सकारान्त प्रातिपदिकम् इदानीं युक्तः विद्वान् इति अस्ति तस्य द्विवचनरूपं किम् अस्ति युक्तौ युक्ताः देवः देवौ देवाः युक्ताः विद्वांसः विद्वांसः युक्तः विद्वान् युक्तौ विद्वांसौ युक्ताः विद्वांसः इति समीचीनम् अस्तु तत्र अग्रे अपि अस्ति किन्तु इदानीं समयः जातः अस्तु तत्र रघुवीरानन्दमहोदय अन्ते तत्र शान्तिमन्त्रं वदति वा महोदय ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॓ नमस्कारः धन्यवादश्च महोदय नमस्कारः धन्यवादः नमस्कारः सर्वेषां धन्यवादः धन्यवादः नमस्कारः नमस्कारः धन्यवादः महोदय।